एवमेव अत्रापि नदी तीरः एतेषु इति विग्रहः किं नदी इति नास्ति खलु षष्ठी तत्पुरुषसमासः नद्यां तीरः एतेषु न अत्र क्रमेण गच्छामः प्रथमतया अत्र प्रथमतया समासः कः इति अवगन्तव्यः समासः कः अत्र षष्ठी तत्पुरुषसमासः षष्ठी तत्पुरुषसमासः अस्ति चेत् सामान्यतया वाक्यं किं भवति विग्रहवाक्यं नद्याः तीरः हा नद्याम् इति सप्तम्यन्तमस्ति खलु नद्याः तीरः एतेषु हा नद्याः तीरः तेषु सत्यं तेषु एतेषु सत्यं समीचीनं सर्वत्र एतद् स्मरणीयं विग्रहवाक्ये प्रथमाविभक्तौ वक्तव्यं तदनन्तरं तत्र सर्वनामशब्दं योजयामः अन्यत् अस्ति यत् अत्र उदरपूरणम् एतत्तु अपि षष्टितत्पुरुषसमासः भवति विग्रहवाक्यम् उदरस्य पूरणम् उदरस्य पूरणं सम्यक् षष्टितत्पुरुषसमासः एव अत्रापि अत्र अन्यत् किमपि अस्ति वा निबिडानि नास्ति अरण्यानि नास्ति सञ्चरति इति तत्र उपसर्गः अस्ति संयोगः चरति बहु सम्यक् सम्यक् प्रश्नः अस्ति अत्र अत्र बहु किमपि वयं ज्ञातुं शक्नुमः सञ्चरति इति कीदृशसमासः सम्यक् चरन्ति भगिनि अन्य कोऽपि भगिनि सम् अत्र क्रियापदस्य विशेषणमस्ति अत्र बहु सम्यक् समीचीनं सम्यक् अत्र समस्तपदं नास्ति पश्यति चेत् अत्र यत्र क्रियापदम् अस्ति क्रियापदं समस्तपदे न भवति अस्माकं प्रथमनियमः कः केवलं सुबन्तानामेव समासः भवति तिङ्गन्तानां समासः न भवति अतः संचरति इति समस्तपदं नास्ति अस्तु अग्रे नदीतीरनिवासः इति सत्यं समस्तपदं हा वदतु तदपि समासद्वयम् अस्ति इति अहं मन्ये नदीतीर अपि च नदीतीरनिवासः इति द्वयम् प्रथमं नदीतीर वयं दृष्टवन्तः नद्यां तीरः इति नद्याम् इति किमर्थं वदति पुनः नद्याः तीरः षष्ठी तत्पुरुषमासे नद्याः तीरः अनन्तरं नदीतीरनिवासः नदीतीरः निवासः पुनः वदतु नदीतीरः निवासः प्रथमं सम्यक् उक्तवान् षष्टितत्पुरुषसमासः अस्ति नद्याः तीरः नदीतीरः इदानीं नदीतीरः निवासः इति अहं मन्ये प्रथम विभक्ति तत्पुरुषसमासस्य प्रथम इत्युक्ते सामान्यतत्पुरुषसमासः इति वदति वा प्रथम तत्पुरुषसमासे तत्र नियमः कः न स्मरामि न सरला भगिनी वदतु नियमः कः नियमः अस्ति प्रथमतत्पुरुषसमासे अव्ययवाचकशब्दः भवति पूर्वपदं वा देशवाचकशब्दः पूर्वपदं भवति उत्तरपदं षष्ट्यां विभक्त्यां भवति यथा मध्याह्न मध्य अवन्यस्य इति भवति मध्याह्न वा पूर्वदिशः